अस्तु, अत्र गीताश्चेत् आरम्भश्लोकं वक्तुं शक्यते वा? अस्तु भगिनि. केनाक्षरसमाम्नायमधिगम्य मकेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तस्माज्ज्ञानाजं भिन्नं तस्माच्चाज्ञानजं भिन्नं तस्मै वा पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीवाग्भवे नमः. श्रीगुरुभ्यो नमः. हरिः ओम्. सर्वेभ्यः नमस्कारः. अनिल् महोदय तु गत अनिल् महोदय तु किञ्चित् कालानन्तरम् एव आगतवान्. अतः प्रथमम् एतत् किम् अस्ति चेत् तिङ् सिद्धेः च लकाराणां च समग्रदृष्टिः. अत्र लट्लकारे भ्वादिगणे पादातुः अस्ति चेत् भ्वादिगणे पादातुः पिबति इति भवति. अत्र पिबति मया पूर्वमेव उक्तं, पा इति पिब भवति किं सूत्रेण? सर्वे जानन्ति खलु? समीचीनमस्ति इति महोदय इति अशितवान् अनिल् महोदय अपि अशितवान् एतत् सूत्रं दृष्ट्वा. इदानीं स्मरणं भवति वा? किम् उक्तवती एतत् सूत्रं बृहत् सूत्रम् अनिल् महोदय अस्ति वा? आं महोदय, अहम् इदानीमेव आगतवान्. भवत्याः प्रश्नः न अवगतं. पा इति अस्ति खलु, पा इति अस्ति, परन्तु अत्र पिब इति भवति. अत्रैव उत्तरमस्ति. मया पूर्वम् एकं श्लोकम् एकं सूत्रं मया उक्तम् एतत् विषये. कोऽपि स्मरणम् अत्र अस्ति वा? शान्ता जानाति वा पा इति पिब इति किं सूत्रेण भवति इति? बहुवारं मया उक्तं वर्गे. अहं वदामि महोदय. उत्तमं, वदतु. एतत् विषये एव अत्र पा इति स्वीकुर्मः चेत् अत्र निपातनं पा इति अस्ति चेत् अत्र निपातनं पिब इति भवति. भवान् एतत् दृष्ट्वा अशितवान्, इदानीं स्मरणं भवति वा? एतत् समीचीनमस्ति. ग्रा इति अस्ति चेत् जिग्र इति भवति, द्मा इति अस्ति चेत् दमति इति दम इति भवति, स्था इति भवति चेत् तिष्ठ इति भवति, अनन्तरं किमपि नास्ति. तिष्ठ योगगति तिष्ठति एव, पिब योगगति पिबति एव, सर्वत्रमत्र सिद्धरूपेण अस्ति खलु. अस्तु, स्मरणम् एतत् विषये किञ्चित् स्मरणम् अत्र अस्माभिः भवद्भिः भवितव्यम्. अस्तु, अनन्तरं जुहोत्यादिगणे दा धातुः, जुहोत्यादिगणे प्रसिद्धं किं भवति? द्वित्वम्. उत्तमं, द्वित्वं. द्वित्वं, द्वित्वं. द्वित्वम् अस्तु. द्वित्वम् इत्युक्ते दा इति भवति अस्ति. अनन्तरं किञ्चित् कार्यमस्ति ह्रस्वः इति इत्यनेन दादा इति भवति चेत् अनन्तरं हलादिशेषः अनन्तरं ह्रस्वः एतत् सर्वं कार्यं कृत्वा एव ददाति इति भवति. अनन्तरं स्वादिगणे, स्वादिगणे गणं किं भवति? पञ्चमगण खलु, पञ्चमगण. प्रथमं भुवादिगणं, अदादिगणः, जुहोत्यादिगणः, दिवादिगणः, अनन्तरं स्वादिगणे दिवादिगणः स्वादिगणः तदा तदादिगणः अनन्तरं न न तुदादिगणः तुदादिगणः तुदादिगणः रुदादिगणः तनादिगणः तकारः अङ्ग पूर्वं तुदादिगणः इदानीं तनादिगणः अष्टमगणः अनन्तरं क्रयादिगणः चुरादिगणः इति तादृशं भवति. स्वादिगणे पञ्चमगणे आप् धातुः आप्नोति इति भवति. स्वादिगणे अत्र किं भवति चेत् स्नु एव भवति. अत्र स्नु शकारः लशकतत्तिकेन इति भवति. अनन्तरं नु अस्ति तत्र सार्वधातुक आर्धधातुकयोः इत्यनेनैव नो इति भवति. अतः एव भवति गुणकार्यं दशधातुगणाः सन्ति. गणम् अनुसृत्य एव विकरणकृते पूर्वमेव वयं दृष्टवन्तः पिबति ददाति आप्नोति इति प्रमाणम् अत्र उदाहरणरूपेण. इदानीम् अत्र लृट् अस्ति चेत् अत्र स्य इति अस्ति लृट्. एतत् आर्धधातुकप्रत्ययं. सार्वधातुकप्रत्ययं किं किं भवति? सार्वधातुकलकारः किं किं भवति? कोऽपि वक्तुं शक्यते वा? झटिति शप् शिक्षिक् सार्वधातुकं शप् न न न लट् तावदेव लट् लोट् लङ् विधिलङ् विधिलिङ्ग् एतदेव लकाराः सार्वधातुकलकाराः. शेषः अर्धधातुकलकाराः. इदानीं दृट् इति स्वीकुर्मः चेत् अत्र पादातु अत्र पास्यति इति भवति. स्या एव अत्र विकर्णपत्ति दास्यति आप् आप्स्यति. अनन्तरम् अत्र रूपस्य साम्यं दृश्यते. मध्ये गणीयः विकर्णपत्ययः नास्ति एव. लट् लकारे सार्वधातुकलकारः अस्ति चेत् अनन्तरं लृट् लकारः अर्धधातुकलकारः. एतत् पृथक्तया वक्तव्यमेव. अनन्तरम् अत्र प्रत्ययः द्विविधाः भवति इति वयं दृष्टवन्तः. तिञ्च कृच्छ इति भवति. अनन्तरं कर्तरि शप् भवन्तः जानन्ति एव. कर्तरि इति स्वीकुर्मः चेत् अत्र शप् इति कार्यं करोति. अनन्तरम् अत्र शप् अस्ति चेत् गुण आदेशः भवति. अन्ये सर्वे म्यूट् मध्ये तिष्ठन्तु. अनन्तरं दशलकाराः. अत्र मया पूर्वमेव उक्तं लकाराः अष्टादश तिङ्कृत्याः सन्ति एव. अष्टादश तिङ्कृत्याः तित्तश्जि इति भवति ति आरम्भम्. अनन्तरम् इडुबहि महि इति अस्ति. अत्र युङ् अस्ति. एतत् आत्मनेपदिनः. सो परस्मैपदिनः न वा अस्ति, आत्मनेपदिनः न वा अस्ति. एतत् मिलित्वा अष्टादश. इदानीम् अत्र किं किं भवति इति लकारप्रत्ययः किं किं भवति इति मया गतवर्गे एव दृष्टवन्तः. परन्तु अत्र वर्तमाने लट् अनधितने लङ् विधिनिमन्त्रणामन्त्रणा आदिष्ट सम्प्रश्न प्रार्थनेषु. अनन्तरं लोच्च परोक्षे लिट् अनधितने लुट् लृट् शेषे. एतत् पृथक् पृथक्तया अग्रे आगच्छन्ति एव. अतः चिन्ता मास्तु. आशिषि लिङ् लोटौ लुङ् लिङ् निमित्ते लृङ् क्रियार्थिपत्तौ. इदानीं यत्र यत्र प्रत्ययः परश्च धातोः एतत् सर्वम् अधिकारः अस्ति, तत् अधिकारे एव सर्वं कार्यं करोति इति. वर्तमाने लट् इत्युक्ते वर्तमानश्च लट् प्रत्ययः इत्यनेन. लट् अस्ति चेत् तीतः अन्ति. एतत् प्रयोगं कुर्मः प्रत्यययोजनेन. इदानीम् अत्र अग्रे आगच्छति एतत् दश विषये लकाराः किं किं भवति इति. अनन्तरं युक्तसंज्ञकवर्णानां कुत्र कुत्र लोपः भवति इति वयं जानीमः एव पूर्वम्. उपदेश अच् अनुनासिक युत् यत्र आङ् इति अनुनासिकवर्णः अस्ति चेत् अत्र उपदेश अज अनुनासिक युत् इत्यनेन युत् भवति. हलन्त्यं भवन्तः जानन्ति एव. अनन्तरं भवन्तः हलन्त्यं यत्र यत्र भवति तत्र तस्य लोपः हलन्त्यं प्रथमतया युत् भवति. परन्तु तस्य लोपः इत्यनेन एव अत्र पूर्णतया लोपः भवति. न विभक्तौ तुष्माः मया पूर्वमेव उक्तं, न विभक्तौ तुष्माः इति अत्र किं भवति चेत् अत्र यत्र यत्र तिप् तस् जि इति भवति खलु, तिप् तस् जि, अत्र तस् सकारः अस्ति. अत्र सकारः किमर्थं न लोपः भवति? मया उक्तं गतवर्गे किमर्थं न लोपः भवति, किं सूत्रेण? न विभक्तौ तुष्माः. उत्तमं, न विभक्तौ तुष्माः इत्यनेन अत्र लोपः न भवति. अतः तत्र ससर्जुषोरुः करावसानयोर्विसर्जनीयः इत्यनेन एव तीतः अन्ति इति भवति. अत्र जि किञ्चित् कार्यमस्ति, सूत्रमस्ति, ज्योन्तः इत्यनेन एव अन्तः भवति, अन्ति भवति. इकारः इतश्च इत्यनेन इकारः श्रूयते. एतत् सर्वम् अग्रे आगच्छति, चिन्ता मास्तु. अनन्तरम् अत्र न विभक्तस्तुष्माः इत्यनेन एव अत्र अत्तः इति भवति. अनन्तरम् आदिर्नुटुडवः, उपदेशे यत्र धातोः आदयः, यत्र नी टु टु किं किम् अस्ति, कति वर्णाः सन्ति टु मध्ये? अत्र मया पूर्वमेव उक्तं कुचुटु तुपु इति अस्ति. सर्वत्र कु छु सर्वत्र उकारः अस्ति खलु, अत्र उकारः इदित् भवति. अतः तत्र कुचुटु तुपु इति वक्तव्यं चेत् अत्र उदित् इति वक्तव्यं. अत्र स्मरणं भवतु, भवन्तु सर्वे, कुचुटु तुपु इति स्वीकुर्मः चेत् अत्र सर्वत्र उकारः इत् भवति. अतः सर्वाणि अत्र कुचिटु तुपि इति अन्ये पदमपि अस्ति, किं भवति? उदित् इति भवति. अनन्तरं माहेश्वराणि सूत्राणि, अन्तिमवर्णः किं भवति? अन्तिमवर्णः माहेश्वर इत् भवति. सर्व चतुर्दश माहेश्वराणि सूत्राणि सन्ति, सर्वत्र अन्तिमवर्णः लोपः भवति, इत् भवति. एतत् किं सूत्रेण भवति? कोऽपि मया लिखितमेव, किशोर् अस्ति वा? हलन्त्यम्, हलन्त्यम् इति सूत्रेण. न न न अन्य कोऽपि? उत्तमम् उत्तमम्. आदि अन्तेन, आदिः अन्त्येन, आदिः अन्त्येन सहेत इत्यनेनैव अत्र. अनिल् स्मरण भवति आदिर्निटुडवः अत्र, आदिर्निटुडवः अत्र टवर्गा न गच्छति, टयमपि अस्ति, डु डु एव खलु. एकनिमिषम्, इदानीम् अत्र आदिरन्त्येन सहेत इत्यनेन एव सः आदिः अन्त्येन, माहेश्वराणि सूत्राणि अन्त्येन, अयुन् ऋलुक् एवोङ् अयौच् अन्तिमवर्णः सर्वत्र अत्र आदिः अस्ति. आदिः इत्युक्ते अयुन् ऋलुक् एतत् प्रथमवर्णाः सर्वाणि अक्षराणि आदिः इति उच्यन्ते. अनन्तरम् अन्त्येन अयुन् नकारः, ऋलुक् ककारः, एतत् सर्वाणि अन्त्येन सः इत् भवति. अतः एव एतत् सूत्रेण एव आदिरन्त्येन सहेत इत्यनेन एव अत्र माहेश्वराणि सर्वाणि सूत्राणि अन्तिमवर्णः इत् भवति एतत् सूत्रेण एव. इदानीम् आदिर्नुटुडवः, नि इति भवति तु तथा दु, एते वर्णसमुदायाः ठ ढ अनन्तरं दु, एते वर्णसमुदायाः युत्सञ्जकाः भवन्ति. आदिनुटुडवः एते उपदेशस्य आदौ विद्यमानः, उदाहरणरूपेण स्वीकुर्मः चेत् निमिदाम् इति अस्ति अत्र, नि इति अत्र किं भवति? इत् भवति. तादृशमेव अत्र तुक्षु इति भवति चेत् अत्र प्रथमवर्णः इति भवति आदिर्नुटुडवः इत्यनेन. अनन्तरम् एतत् सर्वाणि सूत्राणि उपदेशावस्थायां कुत्र कुत्र भवति? उपदेशावस्थायां मया पूर्वम् उक्तम् उपदेशावस्थायां किं किं भवति? अननाश्रयत् भवति धातोः अवस्थायां किं किम् अवस्थायाम् अस्ति चेत् धातुः अवस्थायामस्ति, सूत्रे अवस्थायमस्ति, प्रत्यये अवस्थायमस्ति, आदेशः भवति, आगमः भवति. सो पञ्च आदे उपदेश अवस्थायां पञ्च अस्ति, मया लिखितमेव किम् एतत् विषये मया लिखितमेव अवस्थायाम् इत्युक्ते अत्र धातुः सूत्रं प्रत्ययः आदेशः आगमः उत्तमं पञ्च अस्ति खलु एतत् तत् स्थाने एव अवस्था भवति. उपदेश अवस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु सो अत्र धातुषु अपि अवस्थायमस्ति, प्रत्ययेषु अपि अवस्थायमस्ति, अनन्तरम् आदेशेषु आगमेषु अनन्तरं सूत्रेषु अपि अत्र अवस्था भवति. परन्तु इदानीं त्रीणि सूत्राणि उपदेश अवस्थायां प्रत्ययेषु एव अत्र कार्यं करोति, प्रत्ययेषु एव. अत्र पूर्वं पञ्चविधाः दृष्टवन्तः, इदानीम् अत्र त्रीणि सूत्राणि उपदेश अवस्थायां भवति. अत्र शा प्रत्ययस्य अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययः आदः आदिः शः इति भवति, शा प्रत्ययस्य इति भवति. अनन्तरं छुटु इत्यनेन उपदेश अवस्थायाम् आदिः छुटु इतौ, अत्र चकारस्य छुटु इति सूत्रेण इति भवति. लशकृतत् इति वयं जानीमः एव. अनन्तरं तस्य लोपः यत्र यत्र हालन्त्यं भवति तत्र तत्र तस्य लोपः इत्यनेन इति भवति. एतत् वयं दृष्टवन्तः. इदानीं लकाराणां प्रत्ययाणाम् अनुबन्धरहितरूपं लट् लोट् लिट् लुट् लृट् एतत् सर्वाणि अन्तिमवर्णः ठकारः इट् ठकारः किं भवति? इत् भवति. अतः तत्र टित् भवति. ठकारः यत्र इत् भवति तत्र टित् भवति. स्मरणं सर्वे एतत् विषये शक्यते एव. यत्र ठकारः इत् भवति किं भवति अत्र? यत्र लङ् लिङ् आशीर्लिङ् लुङ् लृङ् अत्र ञकारः नित् भवति. अतः किमपि अत्र किम् इदानीं तिष्ठति? लकार एव तिष्ठति सर्वत्र खलु. नित् भवति. द्वौ प्रश्नौ अस्ति. प्रथमम् आशीर्लिङ्ग शब्दैः लकार किमर्थम् अवशिष्यते? आशी अनेकः आशिः इत्युक्ते आशीर्वचनमेव. भूयात् शुभं भूयात् अनन्तरम् आरोग्यं भूयात् इति आशिः भवति. आशी लोप किमर्थम्? लौकिकधातुः न लट् अत्र टकार हलन्त्यम् इत्संज्ञा अकार अस्ति उपदेशे चनुनासिक इत्संज्ञा सो तस्य लोप अनन्तरं लकार एव तिष्ठति. आशीर्लिङ्ग शब्दे लकार एव किमर्थं तिष्ठति? आशीर्लिङ्ग एव खलु अत्र लिङ्ग. अत्र लिङ्ग् स्वीकुर्मः चेत् अत्र विधिलिङ्ग् भवति, आशीर्लिङ्ग् भवति. अत्र लिङ्ग् इति लिङ्ग् इति अत्र ञकारः इत् भवति. इकार सूचनार्थम् इकारः उप आशीर्लिङ्ग सम्पूर्ण न स्वीकृतम्. अत्र लिङ्ग् इति स्वीकुर्मः लिङ्ग् एव. अत्र लिङ्ग् लिङ्ग् द्वौ स्तः इदानीं विधिलिङ्ग् अनन्तरम् आशीर्लिङ्ग्. अत्र किमर्थं चेत् लेट् इति भवति अत्र लेट् इति दशगणाः सन्ति. लेट् अत्र कुत्रापि न स्वीकुर्मः. किमर्थं चेत् एतत् लेट् तु वेदे एव अस्ति, अतः एव अत्र पृथक्तया दत्तम् आशीर्लिङ्ग् अनन्तरं विधिलिङ्ग् इति. अत्र लिङ्ग् लिक् इकारः उच्चारणार्थं लिङ्ग् नित्तु भवति, लकारः एव तिष्ठति. समीचीनम्. एकः प्रश्नः अर्थम् अवगच्छति वा? अन्यप्रश्नः अन्यप्रश्नः अस्ति, दिस् लिट् लिङ्ग् अदर् थिङ्ग्स्. तो अत्र तु लृ स्वरः अस्ति. यत्र यत्र इकारः ओकारः इकारः एतत् उच्चारणार्थम् उच्चारणार्थम् अत्र किञ्चित् क्लेशः नास्ति एव, तावदेव तिष्ठ अत्रैव तिष्ठति. एतत् यत्र अत्र सर्वत्र अन्तिम टकारः टकारः टकारः टित् भवति, ञकारः ञकारः नित् भवति. अनन्तरम् अत्र इकारः अस्ति, ओकारः अस्ति, ऋकारः अस्ति, एतत् सर्वाणि उच्चारणार्थम्. अथवा तत्र अन्ते किं तिष्ठति चेत् अनुबन्धलोपानन्तरं लकारः एव तिष्ठति. अतः एव अत्र लस्य इति स्वीकुर्मः. सर्वत्र लकारः एव तिष्ठति खलु, अतः लस्ये लस्य इति अस्ति. एतत् स्वीकृत्य एव अत्र लादिकारः इति भवति पृथक्तया. अत्र प्रकरणम् इति किम् इति भवान् एव पृष्टवान् खलु, प्रकरणम् इत्युक्ते किम्? अत्र प्रकरणं लादिकारः, अनन्तरं सम्प्रसारणप्रकरणं, धातुः प्रकरणम्, एतत् सर्वाणि अष्टाध्यायी इति सूत्रं पुष्पदीक्षितमहोदयेन कृतम्. एतत् पृथक्तया पुस्तकमस्ति, तत्र एव प्रकरणं पृथक् पृथक्तया अस्ति. इदानीं लादिकारः इत्युक्ते किम् इति अत्र किं भवति, लादिकारः अनन्तरं तिप्तस्जि एतत् एकनिमिषम् अत्र अनन्तलक्ष्मी पठितुं शक्यते वा एतावता दशानां लकार? अस्तु अनुसय पठतु. अनुसय अस्ति वा? लाधिकारः अधुवा मया पठामि महोदय. लाधिकारः एतावता दशानां लकार प्रत्ययानाम् अनुबन्धलोपे ल इत्येव अवशिष्यते. अधुना अस्य लः स्थाने अष्टादश तिङ्प्रत्ययाः विहिताः भवन्ति. एतदर्थं विशिष्टं सूत्रद्वयं लस्य प्रतिध्याये चतुर्थपादे सप्ततमसूत्रस्य सूत्रः अधिकारसूत्रम् इदं. षष्ट्यन्त्यम् अकारः उच्चारणार्थः तृतीयाध्याये चतुर्थपादे अष्टसप्ततितम सूत्रेण तृतीयाध्याये चतुर्थपादे एकशतकाधिकद्वादशपर्यन्तम् अस्य अधिकारः प्रत्येकस्मिन् सूत्रे उपविश्य वदति यत् सूत्र यत् तत्तत् सूत्रे यः प्रत्ययः विहितः सः लस्य ल इत्यस्य स्थाने विहितः इति. तिप्तश्चि तिप्तस्थ निप्वस्मस् ताताछां तासात् आथासात्थां द्वं विद्वहिमहि तृतीयाध्याये चतुर्थपादे अष्टाशत सूत्रं तिगन्तपदानां साधनार्थं मूले अष्टादशतिङ्प्रत्ययाः भवन्ति. लस्य इत्यनेन ल इत्यस्य स्थाने एते अष्टादशाः विहिताः. सिप्तस्य सिप्तस्थ मिप्वस्म अत आतां च स्था साथां त्वम् इङ् वहिमहि इति अष्टादश तिङ्प्रत्ययाः. तिप् इत्यस्मात् आरभ्य महिं पर्यन्तम् आहत्य तिङ्प्रत्ययाः इत्युच्यते. इदं पूर्णप्रकरणं लस्य इति सूत्रस्य अधिकारे, अतः लाधिकारः इत्युच्यते. कार्यम् अस्ति लस्थाने आदेशः अतः कार्यलादेशः इत्युच्यते. सर्वे जानन्ति एव अत्र लसे इति अधिकारः अस्ति. ल दशाणां लकारप्रत्ययाणाम् अनुबन्धलोपानन्तरं ल एव तिष्ठति, ल एव अवशिष्यते. अधुना अष्टादश तिङ् प्रत्ययः किं किं भवति चेत् अत्र तित्तस्जि सित्तस्त मिपुवस् मस् इति अस्ति. अत्र एतत् मिपुवस् मस् एतत् सर्वाणि पदानि किं किं भवति, कुत्र भवति? परस्मैपदी परस्मैपदीन वा अस्ति. अनन्तरं ता आतां च ता सातां त्वम् इडुवहिमुखि एतत् कुत्र भवति, कुत्र प्रयोगं कुर्मः? आत्मनेपदि. एतत् मिलित्वा नव अस्ति, नव अस्ति, एतत् मिलित्वा एव अष्टादश तिङ्कृतयः अस्ति. अनन्तरं तिप् इति पूर्वं स्वीकुर्मः, अनन्तरं मखिङ्ग् इति आत्मनेपदिनः स्वीकुर्मः, एतत् मिलित्वा एव आगत्य तिङ्कृतयः इति उच्यते. पूर्वमेव मया एतत् विषये अपि उक्तं, भवन्तः जानन्ति एव. इदानीं पूर्णप्रकरणं लस्य इति सूत्रस्य अधिकारः एव अस्ति, यत्र लकारः एव अनुबन्धलोपानन्तरं तिष्ठति, अतः लस्य इति अधिकारः अस्ति. अनन्तरं लाधिकारः इति उच्यते, ल अधिकारः लाधिकारः. किं किं सन्धिः भवति अत्र? सवर्णदीर्घसन्धि. सूत्रम् अकः सवर्णे, अकः सवर्णे दीर्घः इति अस्तु. इदानीं ल परस्मै वदतु. अत्र लकार अस्ति वा ल अस्ति वा लाधिकार? ल अधिकारः इति लट् लोट् लङ् विधिलिङ्ग् सर्वे दशगणाः आगच्छति खलु, अतः एव ल अधिकारः. एतत् मिलित्वा दशगणाः सन्ति खलु, एतदेव अस्ति. कार्यमस्ति ला स्थाने एव आदेशः भवति. टिप् लकारः लट् वर्तमाने, अतः टिप् तस्जि वर्तमाने सार्वधातुकम्. अत्रापि पृथक्तया वक्तव्यं, सार्वधातुकलकारः आर्धधातुकलकारः. एतत् किञ्चित् अग्रे एतत् विषये विवरणरूपेण आगच्छति एव. लः परस्मैपदम्, अत्र लः परस्मैपदम् इति वक्तव्यं. किमर्थं? पकारः अस्ति, पकारः अस्ति चेत् अत्र किं कार्यं भवति? उपपद्मान्यः इति सूत्रम् अत्र द्रष्टव्यं. यत्र उपपद्मान्यः अस्ति, पकारस्य स्थाने पि हेच् इति सौण्ड् आगच्छति, अतः लः परस्मैपदम् इति अस्ति. अनन्तरं इदानीं ख इति अस्ति स्वीकुर्मः चेत्, ख परस्मैपदम् इति अस्ति चेत् अत्र किं वक्तव्यं? ख प प इति सूत्रेण अत्र ख बालकः करोति, बालकः करोति इति बालकः अनन्तरं विसर्गः वर्ति आगच्छति. जिह्वामूल्यस्य जिह्वामूल्यम् इति सूत्रेण जिह्वामूल्यमस्ति. ख बालकः करोति, इक् सौण्ड् अत्र आगन्तव्यम् अस्तु, इक् उच्चारणं. तदा तङ्गाव एतत् पश्यतु अत्र 1400 प्रथमाध्याये चतुर्थपादे एकशतसूत्रमस्ति, तमं सूत्रम् अत्र पश्यतु. तङ्गाणौ, तङ्गाणौ आत्मनेपदम्, लकारस्य स्थाने विद्यमानः तङ् तथा आण् आदेशः. आण् इति शाणच्छत्र, तङ् तथा आण् आदेशः आत्मनेपदसंज्ञकः भवति. अत्र आण इत्यनेन शाणच् आगच्छति, अग्रे आगच्छति. अस्तु, इदानीं तङ्गावणात्मनेपदम् इत्यनेन तङ् त इत्यस्मात् आरभ्य महिङ् पर्यन्तम् अत्रैव अस्ति खलु. त आतां च तास् आत्थां तुलम् ईडुवहिमुखि, एतत् सर्वाणि पदानि तङ्गावणात्मनेपदम् इत्यनेन एव आत्मनेपदं भवति. मूलप्रत्ययम् एतदेव अत्र अग्रे गीत पूर्णिमाप्रकाश पठतु. परस्मैपदी धातूनां मूलतिं प्रत्ययः. आम् परस्मैपदिना परस्मैपदी धातूनां मूलतिं प्रत्ययः तिप्तश्चि तिप्तश्च तिप्स्मस् आत्मनेपदी धातूनां मूल तिङ् प्रत्ययः सा आतां च था सातां त्वम् ईद्वहि मयि. तावदेव. अत्र लक् परस्मैपदं लक् परस्मैपदम् इति अनेन ये प्रत्ययाः आयन्ति ते सर्वे परस्मैपदिसंज्ञकः. अनन्तरं तङ्गाणौ आत्मनेपदं यत्र भवन्ति तत् स्थाने तङ् आणच्छङ्ग् तङ् महिङ्ग् महिङ्पर्यन्तम् एतदेव आत्मनेपदिनः. अनुवृत्तिसहितसूत्रमत्र अस्ति लः तङ्गाणौ आत्मनेपदम् इति. सो अत्र आत्मनेपदं परस्मैपदिनः इति पृथक्तया नव परस्मैपदिनः भवति नव आत्मनेपदम् एतत् सर्वाणि भवन्तः जानन्ति. द्वयोः संज्ञयोः मध्ये एका एव स्यात् इति निर्धारयितुम् आकडारात् एका संज्ञा इति एकं सूत्रमस्ति. एतत् सूत्रं शान्तासुब्रह्मण्यं पठतु. आकडारादेका संज्ञापादं प्रथमचोकम् इत्यनेन कडाराः कर्मधारये द्वितीय सूत्रं द्वितीयपादे अष्टात्रिंशत् सूत्रविधिं यावत् एकस्य एकैव संज्ञा भवति लः परस्मैपदं प्रथम अध्याये चतुर्थसूत्रे एकोनशतं सूत्रेण तङ्गानाम् आत्मनेपदे प्रथम अध्यायां चतुर्थ पादे शतं श्लोकेन चेति सूत्रद्वयम् एतत् अभ्यन्तरे आयाति इति कृत्वा एकस्य परस्मैपदसंज्ञा अथवा आत्मनेपदसंज्ञा सम्भवति द्वयमपि युगपत्नं भवति. अत्र द्रष्टव्यम् एतत् लः परस्मैपदम् अनन्तरं तङ्गाणौ आत्मनेपदम् एतत् यत्र एतत् सम्भवति परस्मैपदसंज्ञा आत्मनेपदसंज्ञा सम्भवति यत्र सम्भवति द्वयमपि युगपत् न भवति. युगपत् इत्युक्ते सैमल्टेनियस्लि इट् विल् नाट् हेपन् सैमल्टेनियस्लि पृथक् पृथक्तया एव आगच्छन्ति. अनन्तरम् अत्र सूत्र अवधि सूत्रा अवधि सूत्र अवधि अवधि इत्युक्ते लिमिट् अत्र एतत् आकडारात् एका संज्ञा इति प्रथमाध्याये चतुर्थपादे प्रथमसूत्र आरभ्य सूत्रम् आरभ्य अनन्तरं द्वितीय अध्याये द्वितीयपादे अष्टत्रिंशत् अष्टात्रिंशत् सूत्रपर्यन्तम् एतत् एतत् कर्मधारयविषये भवति. कर्मधारयविषये इत्युक्ते विभक्तिः समानरूपेण तिष्ठति. एतत् आकडारात् एका संज्ञा इति कडाराः कर्मधारय इदानीमत्र एतत् विषये किञ्चित् विवरणम् अत्र किं भवति चेत् अत्र एक आकार आकडारात् एका संज्ञा इति कडाराः कर्मधारे भवति. तावदेव. अनन्तरं तङ्गाणाम् आत्मनेपदम् अनन्तरं लक् परस्मैपदं युगपत् न भवति. यत्र आत्मनेपदिनः भवति तस्य आत्मनेपदिनः एव वर्तते वर्तेते वर्तन्ते इति भवति. अनन्तरं यत्र परस्मैपदमस्ति चेत् भवति भवतः भवन्ति इति भवति चेत् अत्र युगपत् एतत् मिलित्वा न कार्यं करोतु पृथक्तया एव अत्र भवति एव. अनन्तरं गोदामाल् पठितुं शक्यते वा लघुत्वविषये? महोदय लघुत्वविषये सर्यावे केकदैले एकनिमिषम् एकनिमिषं गोदामाल् एकनिमिषं अत्र अनिल् महोदयस्य प्रश्नः किम्? हा, उपरि प्रकरणं दिस् लास्ट् पाराग्राफ् अहं न अवगतं महोदय. सङ्गाणौ आत्मनेपदं वा आकडारात् एका संज्ञा वा द्वयोः अपि लपरस्मैपदं भवान् जानन्ति एव, भवान् जानाति खलु लस्य इति प्रत्ययः यत्र लस्मैपदं अस्ति चेत् लस्य आगच्छति, आत्मनेपदि चेत् तङ्गाना आगच्छति, आत्मनेपदमिति भवति. तत्तु अवगतं. दिस् आकडारादेका संज्ञा संज्ञा अत्र समासविषये एव अत्र आगच्छति. आकडारात् संज्ञा इति एकं सूत्रमस्ति. तत् सूत्रं अवधिं किं भवति चेत् कडाराः कर्मधारये इति पर्यन्तम् एव अत्र एतत् सूत्रं भवति. एतत् सूत्रं समासविषये भवति. कर्मधारये इत्युक्ते अत्र समानविभक्तिः भवति. एतत् मनसि स्थापयतु तावदेव तावदेव. अकडारात् एका संज्ञा. अत्र कडारविषये अकडारा इत्युक्ते किं भगिनि? मयापि न इति अस्ति खलु, आ इति अस्ति. एतत्तु अधिकारः अयम् इतः परं द्वितीय अध्यायस्य इदानीमेव दृष्टवन्तः समाप्तिः भवति. अत्र एकस्य शब्दस्य द्वयोः संज्ञयोः सत्ययोः यत्र भवति सतिसप्तमी अत्र भवति. यदि परसूत्रेण उक्ता संज्ञा पूर्वसूत्रेण उक्तायाः संज्ञायाः अभावे अवकाशः नास्ति एव. यदि परसूत्रम् अत्र एतत् बृहत् विषयमस्ति. परसूत्रं पूर्वत्र सिद्धम् अनन्तरम् अत्र किं भवति न न न अत्र विप्रतिषेधे परं कार्यम् एतत् सर्वाणि सूत्राणि सन्ति अत्र. अत्र रिलेटेड् नास्ति वा? अत्र एतत् किञ्चित् एव दत्तम्. एतत् बृहत् सूत्रमस्ति अत्र. परसूत्रेण यत् उक्तं परसूत्रेण इत्युक्ते इदानीं ससजशोरुः इति स्वीकुर्मः, अनन्तरं करावसानयोर्विसर्जनीयः इति स्वीकुर्मः चेत् यत् परसूत्रेण उक्तं द्वितीयसूत्रेण यत् उक्तं पूर्वसूत्रेण उक्तायाः संज्ञायाः अभावे अनवकाशक इत्युक्ते अवकाशक नास्ति. पूर्वत्र सिद्धम् इति अस्ति यत् सूत्रं परसूत्रमस्ति अत्र असिद्धं भवति. एतत् किञ्चित् अग्रे आगच्छन्ति, एतत् विषये पृथक्तया आगच्छति. इदानीम् एतत् विषये मास्तु. बहु बृहत् अस्ति अत्र. किं ज्ञातव्यं चेत् अत्र आकडारात् एका संज्ञा प्रथमाध्याये चतुर्थपादे एकसूत्र आरभ्य कडाराः कर्मधारये अत्र द्वितीयाध्यायपर्यन्तं द्वितीयपादपर्यन्तम् एतत् सूत्रं गच्छति इति तत्र उक्तम्. अत्र मनसि स्थापयतु. अत्र प्रसक्तिः कः महोदय? अत्र एतत् उक्तं किमर्थं चेत् एकैव संज्ञा भवति अत्र. एका एव संज्ञा इति भवति. संज्ञा इति विभक्तिरूपमेव अत्र नामकरणं भवति खलु. नामकरणं भवति अत्र लपरस्मैपदम् अनन्तरं तङ्गाणवात्मनेपदम् इति पृथक् पृथक्तया आगच्छति. अनन्तरम् अत्र कृदन्तं योजनेन अत्र प्रातिपदिकमपि भवति, संज्ञा अपि भवति. एतत् अग्रे एतत् विषये इतोपि बृहत्तया आगच्छति एव. अत्र यत् एका एव संज्ञा भवति अत्र. अनन्तरं युगपत् अत्र परस्मैपदिनः अनन्तरम् आत्मनेपदिनः युगपत् न भवति इति तत्र तत्र. आकडारात् एका संज्ञा कडाराः कर्मधारी इति विषये अग्रे पूर्णतया आगच्छति. अत्र किं किं कार्यं भवति, किं सूत्रेण एतत् कार्यं भवति इति बृहत्तया अत्र अस्ति. आकडारात् कर्मधारी अत्र एतत् स्मरणमेव अत्र अस्माभिः अत्र भवितव्यं तावदेव. अनन्तरं गोदामल् पठतु लघुत्वविषये. लघुविषये अन्नपक्षः उदेति एकस्य इयं संज्ञा भवतु अन्यसंज्ञा न इति निर्धारितम् एतादृशी शैली किमर्थम्? अन्यत्र अन्यपद्धतिः शेषत् इत्युक्ते किल् अनुधाति हलो पठतु. अनुदात्तिङ्ग् आत्मनेपदं स्वरसंज्ञितः कर्तभिप्राये क्रियाफले शेषात् कर्तरि परस्मैपदम्. अत्र हलो हलो एकनिमिषम् अनिल् महोदय. आं महोदय. एतत् त्रीणि सूत्राणि पुनरपि पठतु. अनुदातनित् आत्मनेपदं स्वरितनित् कर्तृ अभिप्राये क्रियाफले शेषात् कर्तरि परस्मैपदम्. अत्र क्रियाफले एव तत्र फ इति उच्चारणं हिन्दीभाषायामेव अस्ति. अत्र अस्माकं पि हेच् ए इति अत्र स्थापितमस्ति आङ्ग्लभाषायां, परन्तु संस्कृतभाषायां पि ए एव अत्र स्वीकरणीयं. क्रियाफले न क्रियाफले. अस्तु, अत्र अनुदातेनिति आत्मनेपदं सर्वे जानन्ति एव. यत्र एतत् सूत्रेणैव अनुदा आत्मनेपदं भवति. स्वरितनीतकर्त्रे अभिप्राये क्रियाफले किं किं भवति अत्र कोऽपि? स्वरित ङित् स्वरित भवति चेत् ङित् भवति चेदपि आत्मनेपदं भवति. क्रिया अनन्तरं कर्तरि अभिप्राये न, मम प्रश्नः अवगच्छतु प्रथमम्. अत्र शेषात् कर्तरि शेषात् नितकर्तरि अभिप्राये क्रियाफले अत्र किं किं भवति? कोऽपि झटिति वदतु. ङित् भवति चेत् आत्मनेपदं भवति. अनन्तरम् अत्र एतत् सूत्रं सूचयति उभयपदिनः तावदेव. स्वरितनितकर्त्रे अभिप्राये क्रियाफले किं किं सूचयति? परस्मैपदिनः अपि सूचयति, आत्मनेपदिनः अपि सूचयति. अतः तत् सूत्रम् उभयपदिनः भवति. अनन्तरं शेषात् कर्तरि परस्मैपदम् अत्र अन्य सर्वं परस्मैपदं भवति. परस्मैपदम् अत्र शेषात् इति अनिल् महोदय पठतु. अत्र शेषात् इत्यनेन ये धातवः अवशिष्यन्ते ते सर्वे परस्मैपदसंज्ञकाः इति पर्यवसितम्. अत्र एतादृशी शैली किमर्थम्? प्रत्ययानां विषये च अन्या शैली किमर्थम्? शैली इत्युक्ते मोडल् स्टैल्. वाट् आर् द टैप्स् आफ् अत्र परस्मैपदसंज्ञकाः अस्ति, अनन्तरम् आत्मनेपदिनः. एतत् प्रत्ययं योजनेन एव अत्र शैली अत्र किमर्थं परिवर्तनं भवति इति. अग्रे भवान् एव पठतु उत्तरमेव. धातुविषये तु सम्यक् अस्ति, प्रत्ययानां विषये अपि परस्मै उभयपदी अस्ति वा? अत्र शेषात् यत्र अग्रे उत्तरम् एवम् उत्तरमस्ति. अस्तु अस्तु, उत्तरम् एवं यत् यथा सङ्गं यस्य लघुत्वं तद् अनुसृत्य शैली. अत्र धातूनां प्रसङ्गे धातवः बहुविधाः. यः कोऽपि धातुः नित् अपि नास्ति, अनुदातेत् अपि नास्ति, नित् अपि नास्ति, स्वरितेत् अपि नास्ति, सः धातुः कर्तृर्थे चेत् परस्मैपदी एव. तर्हि धातुः उदात्तेत अस्ति चेत् परस्मैपदी, किन्तु उदात्तेत् नास्ति चेदपि यदि नित् अनुदात्तेत् नित् स्वरिते नास्ति तर्हि स धातुपरस्मैपदी एव यथा ऋषा गै ऋषा इति उदातेत् गै इति उदातेत् न उभयत्र परस्मैपदित्वम् इति कृत्वा शेषात् इत्यनेन लघुत्वम् अत्र परस्मैपदीसंज्ञा केषाम् इति वदनार्थम् उदातेत् अथवा इत्संज्ञकस्वरः नास्ति चेदपि तथा इत्यस्मिन् लघुत्वं नितरां नास्ति तदर्थं शेषात् इत्युक्तम् अत्र लघुत्वं नितरां नास्ति अतः एव अत्र शेषात् शेषः इत्युक्ते यत्र परस्मैपदिनः धातुः अस्ति आत्मनेपदिनः अस्ति शेषात् कर्तरिपदं यत्र नित् नास्ति नियत् नास्ति तत् शेषः यत्र भवति एतदेव शेषात् कर्तरिपदम् इति भवति अत्र वयं जानीमः एव यत्र किमपि अत्र रेखा नास्ति अधः अपि नास्ति उपरि अपि नास्ति कुत्रापि नास्ति अतः तत् किं भवति किं भवति उदात्तः यत्र अधः रेखा अस्ति अनुदातः अस्ति परन्तु इदानीं गै इति उदात्तेन न उदात्तः नास्ति गै उभयत्र परस्मैपदित्वं कृत्वा शेषात् इति लघुत्वं भवति अत्र यत्र रेखा उपरि अस्ति चेत् स्वरितः भवति अनन्तरं रेखा अधः अस्ति चेत् अनुदातः भवति रेखा कुत्रापि नास्ति चेत् उदात्तः भवति एतत् वयं पूर्वमेव पठितवन्तः एतत् विषये वयं जानीमः एव किन्तु यत्र अग्रे पठतु किन्तु यत्र प्रत्ययाः सन्ति तत्र द्वैविध्यम् एव अतः तिङ्क्षु शेषात् तङ् आन् च आत्मनेपदम् इत्यस्य अपेक्षया तङ्गानौ आत्मनेपदम् इत्यनेन लघुत्वम् अत्र प्रत्ययाः द्विविधं भवति खलु द्वैविध्यम् अत्र तिङ्क्षु शेषात् तङ् इति तिङ्क्षु इति किं सूचयति परस्मैपदिनः नवप्रत्ययः तङ् इति आत्मनेपदम् इदानीं दृष्टवन्तः तम् इति भवति अनन्तरम् अत्र आण इति अस्ति आण कुत्र भवति आण इति अस्ति शाणचे अस्ति खलु क्रियमाणः अहम् अत्र सूत्रसहितम् अत्र वक्ष्यमाणः क्रियमाणः इति यत्र आण एव अत्र एकं सूत्रमस्ति आणे बुक् इत्यनेन आकारस्य स्थाने मकारः भवति अतः एव क्रियमाणः इति भवति एतत् अग्रे आगच्छति एव किमर्थम् आकारस्य स्थाने मकारः भवति द्रष्टुं शक्यते एव आणेमुख इति सूत्रेण एव ज्ञापकम् आणे समीचीनम् आणेमुख इत्यनेनैव आणे परतः अङ्गस्य मुक् आगमः भवति अतः एव पच आणः इति नास्ति आनेमुख इति सूत्रेण आकारस्य स्थाने मकारः भवति अतः एव पचमाणः यजमानः क्रियमाणः वर्तमानः तादृशं भवति सूत्रं मनसि स्थापयतु आनेमुख इति अस्तु इतः पर्यन्तं कोऽपि प्रश्नः सन्ति वा प्रश्नः अस्ति वा लघुतम् इत्युक्ते किं महोदय लघुत्वम् इत्युक्ते लघुत्वं दीर्घत्वम् इत्युक्ते किं बृहत्तया अस्ति खलु लघुत्वम् इत्युक्ते अत्र सूत्रमपि लघुत्वमेव सूत्रकारेण पाणिनिना यत्र लघुत्वम् इत्युक्ते झटिति अवगन्तुं शक्यते, अनन्तरं किञ्चित् अत्र क्लेशः नास्ति, झटिति अवगन्तुं शक्यते एव, एतदेव लघुत्वम्। अत्र अत्र लघुत्वं किमर्थम् शेषात् इति आगच्छति खलु, शेषात् इति लघु शब्देन अवगतम् इति कारणेन लघुत्वम्। शेषः अस्ति खलु, यत्र अनुदातनीति आत्मनेपदम्, अत्र आत्मनेपदिनः विषये एव सूचयति। अनन्तरं स्वरितनित स्वरित अपि अस्ति, नित अपि अस्ति, अत्र कर्त्रे अभिप्राये क्रियापले इत्यनेन परस्मैपदिनः भवति। यत्र आत्मनेपदं नास्ति, यत्र उभयपदिनः नास्ति, शेषः यत्र भवति, एतदेव अत्र लघुत्वम् इति अत्र स्वीकुर्मः। अनन्तरं लघुत्वम् इत्युक्ते लघुत्वं नितरां नास्ति, नितरम् इत्युक्ते आल्वेस् सर्वदा नास्ति एव। अनन्तरं लघुत्वविषये किञ्चित् अहं वक्तुं इच्छामि। लघुत्वम् इत्युक्ते यत्र बृहत् सूत्रमस्ति, अत्र बृहत् वर्णाः सन्ति, अर्धमात्रं यत्र लघुत्वं शक्यते चेत् अत्र भाष्यकाराः अत्र व्याकरणविषये वार्तिकाकारः बहु महोत्सवं कृतवन्तः। यत्र बृहत्तया पञ्चवर्णाः सन्ति, परन्तु पञ्चवर्णाः समये चतुर्वर्णाः नास्ति चेत् अर्धमत्र लघुत्वं भवति चेत् उत्साहः, अनन्तरं महा उत्सवः इति ते कोलाहलं कृतवन्तः। लघुत्वं यत्र लघुत्वं भवति तादृशमेव अत्र लघुत्वम् इत्युक्ते अत्र विशेषात् इत्यनेन एव लघुत्वम्। अत्र अहम् आपणं गन्तुम् इच्छामि इति कोऽपि उक्तवन्तः, अहम् आपणम् इत्युक्ते शाप् अहम् आपणं गन्तुम् इच्छामि इति अस्ति। अत्र अन्य कोऽपि अपि तिष्ठति, सः किम् उक्तवान्? अहमपि इति उक्तवान्। एतत् लघुत्वमस्ति वा बृहत्त्वमस्ति वा? लघुत्वमेव। अत्र अहम् आपणं गच्छामि इति त्रीणि पदानि सन्ति, अत्र कोऽपि तिष्ठवन्त अत्र कोऽपि तिष्ठति, सः उक्तवान् अहमपि। इदानीम् अत्र अहमपि इत्यस्य पदानि द्वौ स्तः, अहम् आपणं गच्छामि इत्यस्य त्रीणि पदानि सन्ति, इदानीं द्वौ स्तः, एतत् लघुत्वम् अस्ति वा नास्ति वा अनिल् महोदय? तादृशमेव अत्र शेषात् इत्युक्ते अत्र शेषः यत्र भवन्ति, अहं वर्गे कृष्णः अस्ति, रामः अस्ति, रामः अत्र आगच्छतु, सः तु आगतवान्, कृष्णः अत्र आगच्छतु, सः अपि आगतवान्, शेषे अत्र शेषाः छात्राः अत्रैव तिष्ठन्तु इत्युक्ते किम्? अत्र नाम न उक्तव्यं, नाम न वक्तव्यं खलु? शेषः यत्र अत्र चत्वारिंशत् छात्राः तिष्ठन्ति, रामः कृष्णः मम समीपे अस्ति, इदानीं शेषः सर्वाणि छात्राणि तत्रैव तिष्ठन्तु इति मया उक्तं, शेषः अत्र अत्र एतत् न वक्तव्यं, तादृशमेव अत्र लघुत्वं। किन्तु ककारवर्णाः सर्वे खु इति वदामः खलु, तदेव लघुत्वम्। उत्तमम्, अत्र सर्वत्र हु एतदपि बहु उत्तमं चिन्तनरीत्या, भवानेव पठतु। किन्तु यत्र प्रत्ययाः सन्ति तत्र द्वयविध्यम् एव, अतः तिंषु शेषात् तङ् आन् च आन च आत्मनेपदम् इत्यस्य अपेक्षया तङ्गानौ आत्मनेपदम् इत्यनेन लघुत्वम्. इदानीं अनन्तलक्ष्मी पठितुं शक्यते वा पुरुषवचनविधिः? पुरुषवचनविधिः. So what is he saying that instead of that dirgha vakyam, laghu vakyam is tanganau atmane padam. Padam. It is tavade. Tanganau. Tang iti asti kalu. Tang. Tha atam dvam. Eta changanau. Atmane padam. Laghu tumbavu. Eta deva tanganau. So tanganau atmane padam. अत्र रामः कृष्णः लेफ्ट् औट् इदानीं तङ् इति उक्तं चेत् एतत् छात्राः सर्वे तिष्ठन्तु इत्युक्ते रामः अपि गतवान् लक्ष्मणः अपि गतवान् अत्रैव सर्वे छात्राः सन्ति. इदानीम् अत्र चत्वारिंशत् छात्राः तिष्ठन्तु इत्युक्ते सर्वे तिष्ठन्ति एव. अत्र किमपि अत्र कृष्णः तिष्ठतु, रामः तिष्ठतु, श्यां तिष्ठतु इति न वक्तव्यं. तङ् इत्युक्ते किम्? अत्र तकारः आरभ्य महिङ्गुपर्यन्तं तावदेव. त आरभ्य इङ्गुपर्यन्तं तङ्गाणौ आत्मनेपदं तावदेव. लघुत्वं भवति वा इदानीम्? इदानीं पुरुषवचनविधिः. पुरुष उत्तमपुरुष, मध्यमपुरुष, अनन्तरं प्रथमपुरुषः भवति. वचनं प्रथम अत्र किं भवति? एकवचनं, द्विवचनं, बहुवचनम् इति भवति. पठतु भगिनी. विवक्षायां प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः, एकवचनं, द्विवचनं, बहुवचनं च प्रत्ययाः विहिताः सूत्राणि च इमानि. तिङ्स्त्रीणि, त्रीणि प्रथमध्यमोत्तमं, मध्यमोत्तमाः. अत्र प्रथम अध्याये चतुर्थपादे न न एतत् त्यजतु. अत्र प्रथम मध्यम उत्तम अस्ति. प्रथमपुरुषः अत्र त्रीणि अस्ति खलु. प्रथमपुरुषः एकवचनं, द्विवचनं, बहुवचनं. अनन्तरं मध्यमपुरुषः एकवचनं, द्विवचनं, बहुवचनम्. अनन्तरम् उत्तमपुरुषः एकवचनं, द्विवचनं, बहुवचनं. त्रीणि त्रीणि त्रीणि त्रीणि आगच्छति खलु. एकवचनं, द्विवचनं, बहुवचनं, त्रीणि त्रीणि. अनन्तरम् अग्रे पठतु. तानि एकवचन, द्विवचन, बहुवचन, एकादे, एकशः. अत्रापि इदानीं प्रथमपुरुषः, प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः अस्ति. वचनानि अपि एकवचनं, द्विवचनं, एकवचनं, द्विवचनं, बहुवचनं इति वचनं. युष्मत् उपपदे समानाधिकरणे स्थानानि, स्थानि अन्यपि मध्यमः. अत्र युष्मद् इति शब्दमस्ति चेत् अत्र अस्मत् युष्मत् अस्ति खलु. अत्र युष्मत् उपपदे समानाधिकरणे, समानाधिकरणे स्थाने अन्येपि मध्यमः. अत्र त्वम् इति स्वीकुर्मः चेत् एतत् युष्मत् त्वं करोषि, त्वम् एतत् कार्यं करोषि. अत्र त्वम् इति युष्मद् अस्ति. अस्मद् उत्तमः, अस्मद् पदं स्वीकुर्मः चेत् अत्र उत्तमः उत्तमपुरुषः भवति. उत्तमपुरुषः अहं कार्यं करोमि इति अहम् इति अस्ति, अतः एव अस्मद्. अनन्तरं शेषे प्रथमः इति भवति. शेषे यत्र द रेस्ट् प्रथमः इत्युक्ते प्रथमपुरुषः. युष्मदस्ति चेत् त्वम् इति स्वीकुर्मः. अत्र अस्मदस्ति चेत् अहमिति स्वीकुर्मः. त्वं कार्यं करोषि, मध्यमपुरुषः. त्वं कार्यं करोषि इति मध्यमपुरुषः अतः एव भव इति भवति भवतः भवन्ति भव भवतात् इति भवति अत्र भव इति मध्यमपुरुषः मध्यमपुरुषः कुत्र भवति चेत् युष्मद् इति पदं स्वीकुर्मः चेत् अत्रैव भवति अनन्तरम् अस्मद् इति उत्तमपुरुषं स्वीकुर्मः चेत् अहम् एतत् कार्यं करोमि इति अहम् इति स्वीकुर्मः शेषे प्रथमः इत्युक्ते सः कार्यं करोति सः एतत् प्रथमपुरुषः कृष्णः कार्यं करोति एतत् यः अस्माकं पुरतः तिष्ठति एतदेव शेषे प्रथमः इति भवति इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा प्रश्नः अस्ति वा अस्ति चेत् पृच्छतु अस्तु इदानीम् अत्र अन्तिमश्लोकं कोऽपि वक्तुं शक्यते वा ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ओम् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः नमस्कारः धन्यवादः भगिनी धन्यवादः नमस्कारः